नमस्सर्वेभ्यः पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं। द्वादिगणवर्गस्य दीर्घ उकारान्तदातवात् आरभ्य अद्य परिशीलनं कुर्मः। प्रथममस्ति भूसत्तायां। विनोद् महोदय, भवानेव वदतु, पठतु। धातु भू दीर्घ उकार सत्तायाम् अनुबन्धरहित भू अस्ति, अतः कोऽपि अनुबन्धः नास्ति, भू अस्ति, अतः हून भण्ड रहन धातु भव अस्ति, भव अस्ति, भवादिगण अस्ति, तर्हि शब् कारणेन भव भवति। सतो भावः सत्ता, प्रकट होन, शक्त होन, सम्पन्न होन इत्यादि अर्थः, परन्तु सतो भावः सत्तः, सत्ता, सा च आत्मधारणरूपा, स्वरूपेण अवस्थानम् इत्यर्थः, स्वरूपेण अवस्थानम् इत्यर्थः। अहं न जानामि स्वरूपेण अवस्थानम् तत्र स्वरूपेण अवस्थानम् इत्युक्ते स्वस्मिन् भावे आत्मभावे तिष्ठति, आत्मभावे तिष्ठति इति। ओ, स्वस्मिन् भावे। महोदयेन उक्तं भव इति धातु इति, भव इति अङ्गं, भव इति अङ्गम् अस्ति, भव अङ्गम् अस्ति, परन्तु भव अङ्गम् अस्ति, परन्तु शपक उपरान्त अङ्गम् अस्ति। भुवादिगणे सर्वं शप् शप एव अस्ति न महोदय? भुवादिगणे, भुवादिगणे सर्वत्र शप एव आयाति न? हा, शप आयाति, परन्तु यदि वयं केवलम् अत्र भव निष्पन्नं स्वीकरोमि तर्हि शप कुत्र, शप कुत्र व्याख्या भवति? मूलधातु अस्ति उकारान्तधातु, दीर्घ उकार न, अहं जानामि मूलधातु भू अस्ति, भूकारणेन भव भवति, तत् अन्य विषयः, परन्तु भू भ हलन्त योगा उ, तर्हि अतः भो भवति गुणकारणेन, गुणकारण कं भवति, शप शप निमित्त अस्ति, तर्हि गुणकारण भवति, तर्हि भो भवति, परन्तु ओ यान्तमान्त सन्धि आधारेण ओ अवभवति व हलन्त, तर्हि एव यदि एकक्षणं, तर्हि ओ भव भवति न ओ अव अस्ति, यदि अव अस्ति भ हलन्त योगा अ योगा व हलन्त, तर्हि भव भवति, भवः भवति, व हलन्त, परन्तु व हलन्त सम्पूर्ण व न आनन्ति अन्त शप यावत् शप न आगच्छति, तर्हि भव अङ्गं भवति, भवम् अङ्गमस्ति, तत्र परस्मैपतिरूपाणि वदतु लट् लोकानि। न कोऽपि चिन्ता नास्ति, अतः भवति, भवतः, भवन्ति, भवसि, भवतः, भवथ, भवामि, भवावः, भवामः, लट् लकार लङ्गरूपं, लङ्गरूपं, लङ्गरूपं, लङ्गरूपम् अत्र अट् आदु आयाति, यथा अत्र कोऽपि अच् नास्ति, अथ अभवत् तदामन् अभवताम् अभवन्, तर्हि अभवः, अभवतम्, अभवत्, अभवम्, अभवम्, अभव, अभवाव, अभवाम, सम्यक्। अग्रिमधातु धातु अस्ति अत्र मूङ् मुङ् बन्धने अत्र बन्धने बाधन मु निर्बन्ध विना मु भवति अत्रापि भूसमान मम भवति परन्तु एक अत्र एक कथमहम् अत्र यदि यदि अत्र अनुदातिन्तः आत्मनि पदं सूत्राधारेण इत् न अस्ति तर्हि धातु आत्मने पदं भवति अतः मव अङ्गम् आत्मने पदं श्रूयते अन्ते श्रूयते अन्ते इति अत्र अनुदातः कुत्र अस्ति अनुदात अस्ति अनुदातिं तु आत्मनेपदं सूत्राधारेण तत्र उमा उमा भगिनी पश्यतु अनुदात्तम् एत आत्मनेपदमस्ति अत्र ङित् अस्ति न मूङ् ङित् अस्ति कृत्वा आत्मनेपदम् आयाति तर्हि एव अनुदात्तं यत् आत्मनेपदम् इति अत्र सूत्रम् अत्र ङित् अस्ति कृत्वा आत्मनेपदं भवति धन्यवादः एवमेव अग्रिमधातु अपि आत्मनेपदमेव भवति ङित् अस्ति कृत्वा यत्र यत्र पूं पवने पूं पवन् पूं पवने अर्थः अस्ति पू अङ्गस्ति साफकर्ण स्वच्छकर्ण पव पवधातु अस्ति अङ्गसमेत तर्हि अत्रापि अनुदातिन्त आत्मनिपद आधारेण पवते भवति धन्यवादः महोदय अत्र ऋकारान्तदातवः विजयलक्ष्मी भगिनी वदति वा वदामि अत्र पू पवने तत्र पवने नास्ति पवते पवने नास्ति पवते न पवने अर्थे अस्ति तदेव पूनाति इति अपि रूपम् अस्ति खलु पूनाति भुवादिगणे नास्ति न भुवादिगणे नास्ति सम्यक् तदपि पूं वा न जाने न तत् न भवति प्रायः पूनाति अन्यस्मिन् गणे आयाति अस्तु ऋकारान्तधातवः हृ तत् किम् इति एव अहं न अवगच्छामि हकारस्य हकार वकार ऋकार किमपि अस्ति वा हकार वकार ऋकार हृ हृ कौटिल्ये हृ कुटिलता कर्ण ह्वरति अन्य अर्थमपि अस्ति अग्रिमसूत्रम् अन्य अर्थं भिन्नमस्ति ते धातु समानमेव रूपं तु समानमेव रूपं समानमेव संवरणे हृ आच्छादितः कर्ण उपयोगकर्ण ह्वर ह्वरति संवरणे उपयोगितायाम् इति काशकृत्स्नः काशकृष्ण इति वैयाकरण अस्ति काशकृष्ण एक वैयाकरण अस्ति एवं क्षीरस्वामी अपि अन्य वैयाकरण अस्ति ओ एवं वा आच्छादने इति क्षीरस्वामी अस्तु क्षीरस्वामी इति पुस्तकस्य नाम इति नाम वैयाकरणस्य नाम अस्ति तस्य मते आच्छादने इति अर्थं भवति काशकृष्ण मतेन तत्र संवरणे उपयोगितायाम् इति अर्थे अवगतं हृञ हरणे हृ हरण करना ले जाना स्वीकार करना चुराना पहुँचाना नाश करना हर इति अङ्गं हरति हरते उभयपदी अस्ति अतः ञकारः अस्ति इति कृत्वा उभयपदी स्वरितञ्जितकर्तर्वित्ताय क्रियापदे हरणं चतुर्विधं प्रापणं स्वीकारः स्थेयं नाशनं च भारं हरति तत्र प्रापणम् इति अर्थे अंशं हरति अत्र स्वीकारः इत्यर्थे अस्ति परस्वं हरति स्थेयं पापं हरति तत्र नाशयति इत्यर्थे स्थेयम् इत्युक्ते किं जानाति वा महोदय यदा रावणः सीताम् अपहरति तस्मिन् अर्थे वा कृष्णः कृष्णः नवनीतं चोरयति न तत्र स्नेह स्थेय हरति नवनीतं हरति इति न भवति कम् कृष्णः नवनीतं चोरयति इत्यर्थे हरति इत्येव श्लोके अस्ति न तत्र अस्ति वा हरति इति अस्ति वा न स्थेयम् इति अर्थे अस्ति ओ एवं वा स्थेयम् अपि रुद्रं वाक्ये सेनानां पतये नमः इति एकवाक्यं सेनानां पतये नमो नमः ककुपाय निशङ्किने तस्कराणां पतये अग्रिम दातु गृ दातु गृ पठामि पठतु भगिनि गृ गृ इत्यस्य सीचना घिसना रगडना अङ्गं भवति गर इति गरति इति रूपं प्रथमैकवचने घृ सेचने घृ सीचना घिसना घरति घर इति अङ्गं घरति इति रूपं घृ अवध्वंसने अत्र घृ इति अस्ति अतः आत्मनेपदं भवति गिर्ना नष्ट होना अङ्गं धर इति ओ एतत्तु ध्रिय ध्रिय अवध्वंसने ध्री इति अनुबन्धानां लोपानन्तरं गिर्ना नष्ट होना इति अर्थः धर इति अङ्गं धरते इति प्रथमैकवचनरूपम् अत्र अवध्वंसनम् इत्युक्ते विनाशः इत्यर्थे हिन्दी न जानामि महोदय टु वाटर् इति अर्थे सिञ्चना मीन्स् टु वाटर् द गार्डन् Ragadana is also rub. Ragadana also has got another meaning to roam around. Oh, gru, gru, dvayoho, arthaha samanam asti. No, kitu, prathama dhatu, ragadana astamya bhi asti, kintu dhujiya dhatu, tasmin arthe nasti, kevalam gharati iti asti. सिञ्चना गीसना इत्यर्थं किन्तु अवध्वंसने तत्र विनाश विनाशने इति विनाशरूपं तस्य धरते इति अवध्वंसनम् इत्युक्ते विनाशः विनाशः धरते इत्यर्थे नष्ट होना आम् तत्र आत्मनेपदरूप उभयपदीरूपमस्ति अस्ति उभयपदी अस्ति ध्रिय धारणे धारणकर्ण एतत्तु वयं तु प्रयोगम् अपि कुर्मः धारणकर्ण धरति धरते शाटिका धरति इति अस्ति खलु धारणकर्ण अनन्तरं तत्र उपसर्गायाति किं महोदय उद्धरेत् तत्र उपसर्गमायाति कृत्वा अर्थं भिन्नं भवति उद्धरति आल्सो पोषणं करोति तदर्थे अपि अस्ति धा धातु अत्र तु ध्रीय इति अस्ति भुवादिगणे. धा धातु प्रायः जुहोत्यादिगणे भवति. जुहोत्यादिगणे अपि अस्ति. दधाति इति घूसंज्ञा धातु अस्ति न तत्र. आम् आम्. सुर स्वृ इत्युक्ते स्वर स्वर स्वृ सावर स्वृ स्वृ धातुः स्वृ अनुबन्धानां लोप किमपि नास्ति. अनुबन्धानां लोपान् लोपमपि कर्तुं न शक्नुमः. शब्दोपतापयोः शब्दकर्णा रोगी होना स्वर स्वरति रोगी होना. तर्हि भिन्नभिन्न अर्थेषु उपयोगं कर्तुं शक्नुमः. शब्दकर्मा रोगी अत्र अत्र रोगी होना इसका मतलब है when you are sick how you make sound, no, that sound. Oh, that way. Yeah, yeah. Swara swara asti. Swarati means to make sound. That in pain, groaning, tadvat. Yes, groaning. Actually speaking, groaning, right. Tadeva asti. Vidhi prachi swarati naam upasankhyanam. Vartikam. Vartikam. सम्पूर्वेभ्यः एतेभ्यो अकर्मकेभ्यो धातुभ्यः आत्मनेपदं भवति यथा संस्वरते. ओ सम् इति उपसर्ग उपसर्गं यदा उप अत्र योजयामः अकर्मकः अपि अस्ति. सं पूर्वम् एवम् अकर्मकः अपि अस्ति चेत् तत्र आत्मनेपदं भवति. सं पूर्वेभ्यः एतेभ्यः अकर्मकेभ्यः धातुभ्यः आत्मनेपदं भवति इति अस्ति न. आम् आम्. एतेभ्यो अकर्मकेभ्यो अस्तु अस्तु. अत्र अकर्मक वा सकर्मक वा इति कथं वा जानीमः? अर्थं विवक्षा अस्ति त्यक्त्वा जानाति न. न न अहं तु किमपि न जानामि. अत्र किमपि न जानाति. संवर संवरते इति एव अस्ति. संवरते अस्ति आत्मनेपदं दृष्ट्वा संवरते न संस्वरते. संस्वरते तत्र संस्वरते इति दृष्ट्वा चिन्तयतु तत्र अकर्मकधातुः अस्ति रूपमस्ति इति कृत्वा. यदि सकर्मकमस्ति चेत् स्वरति एव भवति न. एतद् वार्तिकं पूर्वमपि पठितवता. पूर्वमेव तत्र विधि प्रचि स्वरतीनाम् उपसङ्ख्यानम्. विधि इत्युक्ते संविद्यते न जाने कुत्रापि दृष्टवन्तः एतत् पूर्वमेव. इदानीं तु न जाने कुत्र स्मरति वा. विद्धातु विधि प्रच्छि प्रच्छि इत्युक्ते प्रश्नः पृच्छामः तत् खलु. पृच्छति तत्र संयोगे पृच्छते सम्पृच्छते इति भवति वा. सम्पृच्छते पूर्व पृष्ठसङ्ख्या कुत्र जानाति वा. सर्वं किमपि मनसि न धर्तुं शक्नोमि अहं. यत्किमपि पठामि अग्रिमे सप्ताहे पृच्छतु. टोटल् ब्लाङ्क्. शास्त्रपठनम् अस्ति चेत् किञ्चित् मनसि आयाति. शास्त्रपठनमपि नास्ति चेत् किमपि न मनसि आयाति. न तिष्ठति एव. अस्तु. धातुभ्यः आत्मनेपदं भवति यथा संस्वरते. अग्रे अपि पठानि किम्? ऋकारान्तं पूर्वं करोतु. अस्तु धृ हूर्च्छने. धृ इत्युक्ते कुटिलता कर्णा. ध्वर ध्वरति. उपतापो रोगः. हूर्च्छनं कौटिल्यम् इत्युक्ते टु शौट् एट् सम्बडी इस् इट्. कुटिलता कर्णा कुटिल् कुटिल् स्वभा इत्युक्ते इल् टेम्पर्ड् इति खलु. Yeah, could tell the meaning angry, to become angry. Angry. सो ध्वरति तर्जयति इत्यर्थे न जाने ध्वरति ध्वरति भ्रिय भरणे भृ इति अनुबन्धानां लोपानां समानधातुः अस्ति भृङ् भरणे इति हा भरति एतत्तु वयम् उपयोगमपि कुर्मः भरणपोषणकर्णा भरण् पोषणकर्णा अङ्गम् अस्ति भर प्रथमैकवचने भरति भरते रूपद्वयं यतोहि अत्र ञकारः अस्ति अत्र मनसि स्थापयतु केवलं पोषणार्थमेव आत्मनेपदानां प्रयोजनं भवति इति अस्ति अस्तु अस्तु भरणं पोषणम् अस्तु तत्र आत्मनेपदं भवति भरण इत्युक्ते यदा वयं किमपि पात्रे जलं क्षीरं भरति क्षीरम् अपि जलम् अपि भरति पात्रे भरति तत्र भरण करणा अस्ति यदि शरीरधारण शरीरपोषण करणा तत्र भरते स्मृ चिन्तायां स्मरण करना कैन यू प्लीज आस्क हर टू शट अप सॉरी स्मृ चिन्तायां स्मरण करना स्मर अन्ये कोऽपि पठतु मम गृहे चिन्ता स्मृ चिन्तायां स्मरण करना स्मर् स्मर् इति अङ्गं स्मरति इति धातुरूपम् रश्मीपति अस्ति अध्याने च आध्याने च इति अस्ति चिन्ताकर्ण स्मरणकर्ण एकं विषयमस्ति स्मरति एवम् आध्याने च यत्र चिन्ता चिन्ता इस् आल्सो वन् फार्म् आफ़् स्मरण् ओन्लि तत्रापि स्मरति एव स्मृचिन्तायां चिन्ता स्मरणकर्ण या चिन्ता करणा तत्र उभयत्र स्मृ धातु एव भवति आध्याने च आध्याने मीन्स् टु वरि इट्स् कमिङ्ग् फ्रोम् द वर्ड् ध्या ओन्ली बट् आध्याने मीनिङ्ग् इस् डिफरेण्ट् ओ एवं वा आध्याने मीन्स् टु वरि अत्र अस्ति खलु अध्ययनम् उत्कण्ठापूर्वकं स्मरणम् आम् तदेव चिन्ता स्मृति अध्ययनम् इत्युक्ते उत्कण्ठापूर्वकं स्मरणम् उत्कण्ठा इत्युक्ते फीलिङ्ग् एङ्ग्सैटि एङ्ग्सैटि न एङ्ग्सैटि अस्तु तत्र सूत्रमस्ति तत् पठतु भगिनि तत् पठित्वा समापयतु ्याश्रु स्मृ दृशां सनः ज्ञा श्रु स्मृ दृश् इत्येतेषां सनन्तात्मनेपदं भवति नष्टं सुस्मूर्षते नष्ट हुए को याद करने की इच्छा करता है स्मृ धातु स्मृ धातु अलाङ्ग् वित् ज्ञा श्रु दृश् एतेषां सन्नन्तरूपे आत्मनेपदम् एव भवति ओ एवम् अस्तु अस्तु अस्तु सन्नन्तरूपम् इत्युक्ते जिज्ञासा इति वा जिज्ञासते इच्छायामपि सन्नन्दमेव आयाति न ज्ञातुम् इच्छा जिज्ञासा श्रोतुम् इच्छा अन्ये सर्वे धातवः सन्नन्तरूपे तु परस्मैपदी आत्मनेपदी द्वयोः रूपे भवतः परन्तु एतेषां केवलम् आत्मनेपदम् एव ज्ञाश्रु स्मृदृश् सनन्तायामेव किल सनन्तानामेव आत्मनेपदम् आत्मनेपदं शुश्रूषा शुश्रूषते शुश्रूषते शाकुन्तलम् शुश्रूषते इति अस्ति शाकुन्तलते किं दिदृक्षते वा दिदृक्षते दृदृक्षते स्मृ द्रष्टुमिच्छते द्रष्टुमिच्छति संस्मरते वा स्मृ इत्यस्य सनन्तरूपं भागे दत्तमस्ति न सुस्मुष्रते ओ सुस्मूर्षते सुस्मूर्षते आम् आम् आम् अस्तु धन्यवादः एकमेव अस्ति दीर्घऋकारान्तं तदेव पठतु दीर्घऋकारान्तधातवः तृ प्लवनतरणयोः तृ इत्युक्ते तेर्ना उतराना पार्जाना तर इति भवति तरति प्लवनं प्लुतगतिः मज्जनं तरणं प्लवनं सन्तरणं लङ्घनं च तृ इति केवलम् एकमेव दीर्घऋकारान्तधातुः अस्ति परन्तु अस्मिन् गणे एव एतदेव केवलं भुवादिगणे केवलं भुवादिगणे एकमेव अस्ति तृ इत्युक्ते तरति इति पार् कर्ना तैर्ना टु स्विम् प्लवनम् इत्युक्ते फ्लोटिङ्ग् अल्वा खलु महोदय रोयिङ्ग् रोयिङ्ग् वा प्लवनं नौका प्लवति हा भवितुम् अर्हति मज्जनम् इत्युक्ते टु सिङ्क् तरणं तरणम् इस् दि आक्ट् आफ् स्विमिङ्ग् प्लवनं सन्तरणं लङ्घनं च लङ्घनं तरणं हेस् त्री मीनिङ्ग्स् वन् इस् प्लवनं वन् इस् सन्तरणम् अण्ड् लास्ट् इस् लङ्घनं लङ्घनम् इत्युक्ते टु जम्प् क्रास् ओवर् क्रास् ओवर् तरति तरति शोकम् आत्मवित् इति शास्त्रे अस्ति न धन्यवादः एजन्तधातवः अग्रे एजन्तदातवा शोभा भगिनी पठति वा आं महोदय एजन्तधातवः एचो यवायावः इति सूत्रम् एचः स्थाने ऐ औ आय् आव् एते आदेशाः स्युरचि स्युरचि स्युः अचि स्युः अचि अस्तु स्युः अचि इत्यनेन आदेश अयादेशे दे योगः अ योगः ते दयते तत्र दै दयते अपि च ग्लै योगः अ योगः ति आयादेशे ग्लायति अस्तु तत्र इच्छयोवयावः इति सूत्रस्य प्रसक्तिः एचः स्थाने एच् प्रत्याहारस्थवर्णानां स्थाने क्रमेण ऐ औ आय् आव् इति आदेशाः भवन्ति तेन अचिपरे अचिपरे एचो यवा यावः इति अचिपरे एचिपरे किल एचः अचिपरे आय आव् आय् आव् आदेशाः भवन्ति भवन्ति तत्र धातु अस्ति एओ अस्ति चेत् तत्र ऐ औ भवति अपि च ऐ औ अस्ति चेत् आय् आव् इति आदेशाः भवन्ति अतः तत्र दे इत्यस्य ऐ भवति अपि च ग्लै इत्यस्य आय् इति भवति अपि च रूपं ग्लायति दयते ग्लायति ग्लै इत्यस्य एच् अन्तर्गतः प्रत्याहारः किम् अस्ति किं महोदय एच् अन्ते एच् प्रत्याहारः किं किं वर्णः एच् इत्यस्मिन् ए ओ ऐ औ अत्र क्रमेण ऐ औ आय् आव् आदेशाः एकारस्य ऐ ओकारस्य औ ऐकारस्य औ आय् आय् ऐकारस्य आय् ऐकारस्य तत्र ग्लायति आय् इति भवति. क्षम्यताम्, ऐकारस्य आय् तत् तर्हि अस्तु. अपि च औकारस्य आव् इति भवति. आव् आव् धातु पठतु. देङ् इति धातुः रक्षणे, तत्र नकारस्य इत् भूत्वा दे इति, अतः आत्मनेपदी भवति. तत्र सूत्रम् अनुदात्तणित आत्मनेपदम् इत्यनेन अर्थाः सन्ति रक्षाकर्ण, पोषणकर्ण इति, दया इति अङ्गं धातोः, अपि च दयायोगः आत्मनेपदी प्रत्ययः दे इति दयते. लट् रूपाणि किं? दयते इति लट् रूपाणि, दयते, दयेते, दयन्ते, दयेसे, दयेते, दयध्वे, दये, दया, दये, दयावहे, दयामहे. सम्यक्. अपि च किं महोदय? हा, मेङ् इति धातुः, तत्रापि नित् नकारस्य नित् भूत्वा मे इति भवति, नित् भवति इति कृत्वा नकारस्य, तत्र पुनः तदेव सूत्रेण आत्मनेपदत्वं भवति. प्रणिदाने, प्रणिदाने इति, तत्र प्रा निदाने किल, प्रणिदाने, प्रणिदानम् इत्युक्ते प्रणिदानं प्रति प्रत्यर्पणं, प्रत्यर्पणं, प्रत्यर्पणं, प्रत्यर्पणं. मे इति औपदेश, क्षमतां, तत्र लौकिकधातु अदल् बदल् कर्ण, मिक्सिङ्ग् अप् टु इण्टर्चेञ्ज् इण्टर्चेञ्ज्. तर्हि तत्र मया इति अङ्गं भवति, मे एकारस्य ऐ आदेशः, मया, मयते इति आत्मनेपदीरूपम्. अग्रे धेट्, धेट् इति धातुः, पाने, तत्र धे इति लौकिकधातुः, सकारस्य टित् भवति अत्र, स्तनपानकर्ण अस्तु. अपि च धे इत्यस्य ऐ आदेशः भूत्वा अया इति अङ्गं शप् योजनेन धया, धयति इति परस्मैपदीरूपं, धयति इति अस्तु. वे संवर्णे, तत्र चवर्गीय अनुनासिकवर्णः नित् भवति, अतः तत्र उभयपदी. सूत्रमस्ति स्वरितनितः कर्तृभिप्राये क्रियाफले इति, तेन उभयपदी भवति. संवर्णे इति अर्थः लौकिकधातुः वे इति तिष्ठति, आच्छादितकर्ण, अपि च उपयोगकर्ण, उपयोगकर्ण, स्वीकारकर्ण. व्यय इति, व्यया इति व्ययति, अपि च व्ययते इति रूपद्वयम्. अन्ते तत्र संवरणे उपयोगितायाम् इति, उपयोगितायां संवरणे उपयोगितायाम् इति अर्थे भवतः इति काशाकृत्स्नः वदति. आच्छादने इति क्षीरस्वामी स्वामेः अभिप्रायः, संवरणं स्वीकारः आच्छादनं वा, तर्हि तेषु अर्थेषु उपयुज्यते संवरणं स्वीकारः आच्छादनं. उभयपदी अस्ति कृत्वा रूपद्वयं दृश्यते. आम्, अग्रे पठामि वा? अग्रे पठतु. वे इति धातुः, तत्रापि नित् भवति, स्वरितनितः कर्तृभिप्राये क्रियाफले इत्यनेन उभय, पुनः उदय, उभयपदी भवति. तत्र वे इति धातुः, तत्र तन्तुसन्ताने इति, तन्तु इति त्रेड् इति, तन्तुसन्ताने इत्युक्ते फेमिलि थ्रेड् इत्यादि इति वा स्टिचिङ्ग् तत्र सन्ताने इति फेमिलि इति भवति किल न न न तत्र सन्तान् सन्तु सन्ताने मीन्स् कण्टिन्युटि आफ् द थ्रेड् मीन्स् वाट् इफ् यु वाट् इस् द आक्टिविटि वेन् यु से कण्टिन्युटि आफ् थ्रेड् सन्तानं मीन्स् कण्टिन्युटि तर्हि तत्र लौकिक अर्थः अपि तथा एव सन्तानम् इत्युक्ते कण्टिन्युटि आफ् दट् पर्सन् इति वा रैट् रैट् तदेव अस्तु अस्तु हा वंशवृद्धिः इति आम् अस्तु स्टिचिङ्ग् इति बुनन बुनन स्टिचिङ्ग् इट्स् नाट् स्टिचिङ्ग् ऐ थिङ्क् इट् इस् टु वीव् वीव् ah weaver stitching both are tantu sandane only no even the crochet work is tantu sandane only but you make sweater making sweaters etc sweater and all that tantu yeah tatavi sandane only knitting tadar knitting stitching all will come under tantu sandane तन्तुकारः इत्युक्ते वीवर् किं वा किल तन्तुकार बुनन एव स्टिचिङ्ग् वा बुनन इस् निटिङ्ग् निटिङ्ग् अस्तु अस्तु बुनन इस् निटिङ्ग् आच्छादितकर्ण अपि च आच्छादितकर्ण ड्यू टु द स्पैडर् यु सी the spider can create that tantu santan that's why tadapi tantu eva asti tantu ha tatra vaya achchadita what is the spider's web called and achchadita the meaning of bunna is ye kapda resham se bunna hai that is where the bunna is coming from resham ka kapda means knitting or weaving or plaiting plait plait basically tantu sandane it means any activity where the thread is continuously used for clothing purpose or stitching purpose api cha some cases tena tatra something is formed लैक् आच्छादितकर्ण इति तत्र वस्त्रं भवति किल तन्तुना वस्त्रं भवति तथा इति मन्ये अपि च यथा भवान् उक्तवान् तत्र आच्छादितकर्णभागे वाक्यं दत्तमस्ति भगिनि तत् पठतु हा तन्तुसन्तानः पटनिर्माणार्थं तन्तूनां तिर्यक् प्रसारणविशेषः तिर्यक् प्रसारण तिर्यक् इति न स्मरामि अधुना इट् इस् काल्ड् वेब् एण्ड् वूफ् ओदप्रोतम् इन् अनदर् वर्ड् संस्कृत मे ओदप्रोतं भवति इति वक्तानि तिर्यक् प्रसारणस्य विशेषः इत्युक्ते ओदप्रोतं भवति तन्तूनां मोदप्रोदं भूत्वा पटनिर्माणं भवति सत्यं तन्तुसन्तानः पटनिर्माणार्थं तन्तूनां तिर्यक् प्रसारणविशेषः अस्तु तर्हि तत्र वयति वयते इति रूपद्वयम् आत्मनेपदि उभयपदि इति अस्ति इति कृत्वा अपि च ह्वे इति ह्वे इति धातुः स्पर्धायां शब्दे च स्पर्धायामपि शब्दे च तत्र पुनः नित् भूत्वा ह्वे इति तिष्ठति अतः तत्र उभयपदि धातुः पुनः बुलाना ललकार्ना इति ह्वय इति अङ्गं ह्वयति ह्वयते इति रूपद्वयं शब्दः आकारण आह्वानं कर्ण आह्वानं यु हुड् हर्ड् हर्ड् द वर्ड् न आह्वयति आह्वयति इति भवति अपि च आह्वयते तर्हि तत्र आह्वयति इति जानीमः उपयोगं कुर्मः आत्मनेपदी कदा शब्दः आकारण तदा आत्मनेपदी भवति वा न न उभयपदी अस्ति कृत्वा रूपद्वयमस्ति तत्र फलं फलमनुसृत्य क्रियापदं कर्त्रभिप्राये भवति चेत् क्रियायाः फलं कर्तुः अस्ति चेत् आत्मनेपदी इति तत्र धन्यवादः भगिनि धन्यवादः महोदय अत्र उषा भगिनी पठति वा तत्र समापयतु निस्समुपविभ्योः ह्वः तदत् अग्रिममपि अस्ति ऋकारान् एजन्तदात्वा बहु अस्ति न न वयति इत्यस्य अर्थाः सन्ति अत्र निसम् उपवि योजनेन शोभगिनि एतत् पठतु सूत्रद्वयमस्ति निसमुपविभ्यो ह्वः इति सूत्रं नि सम् उप वि इत्येवं पूर्वात् फे धातोः आत्मनेपदं भवति नि सम् उप वि इत्येवं पूर्वात् आत्मनेपदं निह्वयते निश्चयरूपसे बुलाता हे इति संह्वयते निश्चयरूपसे बुलाता हे पूर्वं श्रुतवती कुत्रापि निश्चयते इति संह्वयते निह्वयते क्षमतां संह्वयते इत्युक्ते अच्छि प्रकार्षे बुलाता हे इति उपह्वयते इति समीपबुलाता हे अस्तु विह्वयते इति विशेषरूपसे बुलाता हे तत् उपसर्गमेव तत्र अर्थं ददाति न निश्चयरूपेण बुलह्वयते इति कृत्वा निह्वयते सम्यक् ह्वयते इति कृत्वा संह्वयते उपह्वयते इति समीपार्थे अस्ति विह्वयते इति विशेषरूपेण इति तत्र उपसर्गमेव अर्थं ददाति आम् उपसर्गः अर्थं ददाति अपि च वि इति अस्ति विशेष इति तत्रापि स्मरणं भवति विशेषरूपसे बुलाता हे इति अपि च स्पर्धायाम् आङ्गः इति स्पर्धायां विषये आङ् पूर्वात् ह्वयते हे आत्मनेपदं भवति यथा म्लो म्लमाह्वयते मल्लो मल्लम् आह्वयते मल्लो मल्लमाह्वयते एक पहलवान पहलवान दूसरे पहलवान को एक पहलवान दूसरे पहलवान को कुश्ती के लिए ललकारता है तदा मल्लम आह्वयते मल्लः मल्लम आह्वयते तत्र आंग उपसर्गम अस्ति आह्वयते आम आंग उपसर्ग अस्ति चेत् तत्र ललकार करना स्पर्धायाम् एव चैलेंज चैलेंज अस्तु अस्तु धन्यवादः उषा अग्रिम दातु मम कृते पुस्तकं नास्ति महोदय पुस्तकं नास्ति वा क्षम्यतां प्रमिला भगिनी अस्ति वा प्रमिला भगिनी पुस्तकमस्ति वा अस्ति महोदय पठतु दै शोधने दै साफ कर्ण धोना शुद्ध कर्ण दाय दायति अर्थ तु सरलम् अस्ति यत्र शुद्धता अस्ति तत् रूपं दायते इति भवति अग्रे पठामि अतः एचवयवया वा तत्र ऐ कृत्वा दीर्घ दीर्घाकारं आय भवति ऐ स्थाने आय आदेश भवति तर्हि दायति इति भवति गै शब्दे गै गान गाय् इति अङ्गमस्ति गै ऐ स्थाने आय आदेशः भवति गायति इति भवति तदपि सरलम् अस्ति गायति सामान्यधातुः अस्ति पै शोषणे पै सुखान पै ऐ स्थाने आय आदेशः भूत्वा अङ्गं पाय् भवति पायति सूक्ष्ना इत्युक्ते शुष्ककर्ण टु ड्रै द क्लोथ् पै वृद्धौ पै बडना वृद्धगतं होना पाययते तत्र ऐकारस्थाने आय आदेशः भवति पायते भवति अर्थद्वयम् अस्ति वर्ण और् रुद्गतं होना. रुद्गतं होना इत्युक्ते वर्धनं, टु ग्रो ऐ थिङ्क्. सेम् सेम् वृद्धौ. One could be, varna means you are growing tall, another could be you are growing old. Na, atra vriddhi kata, vriddhi istite to grow go in also. All directions. All directions. To go also, right? To go and to raise. Yeah. Shai gatau, shai dhatu asti, jana, jama jana, सिङ्कूर्णा पाला पड्ना तिगल्ना शाय शायते तत्रपि आय आदेश भवति. जाना गत्यर्थे अस्ति. जमा जाना इति कलेक्ट् सोलिडिफै सोलिडिफै ओ ओके सोलिडिफै जम जाना इत्युक्ते सोलिडिफै. आमामाम् दही जम जाता है. ओके देन इट आल्सो मीन्स टू मेल्ट. पिघलना दैट इज सिकुडना. पिघलना अस्ति ना. पिघलना इज टू मेल्ट. या टू मेल्ट. सो टू सॉलिडिफाई एज वेल एज टू मेल्ट. हां टू अपोजिट. सिकुडना पाला पड़ना व्हाट इज दैट. म्यूजिक इज कमिंग फ्रॉम वेयर. What is sikudna pala padna? That is not very clear. Let me check. Sikudna kya? Sikudna I think is to shrivel up. Oh, shrivel up. Lekin pala padna must be to become yellow, no? Oh. Okay. When leaves shrivel up, this is sikudna. पालने अप् आर् क्रम्पल् क्रम्पल् ट्रैङ्ग् पालने रक्षा करना पालन करना ट्राय् ट्रायते देव अस्माकम् अस्मान् ट्रायते आपदि आपदः ट्रायते खलु. ग्लै हर्षक्षये ग्लै ग्लानी करना मलीन होना. ग्लानिर् भगवत् गीतस्य श्लोकात् हर्षक्षयो धातुक्षयः. शक्तिहीन होना कान्तिहीन होना. म्लै हर्षक्षये हर्षक्षे म्लै तथैव हर्षक्षयोः धातु क्षयः. इत्युक्ते हर्षक्षये वेन् द हेपिनेस् गोस् वाट् यु काल् द शैनिङ्ग् आर् दर्सन् बिकम्स् डल् डल् लुकिङ्ग् वेन् यु से डल् लुकिङ्ग् कान्तिहीन होना उतना ये ग्लानिः भवति इस् नाट् लैक् सेङ्ग् hatred or disgust or something like that. No, glani malin hona means, hate is not hatred. Glani means any dharmasya glanir bhavati. Dharmi bhavati. There is shortage of dharma. It means wax and vain. W-A-N-E is a word meaning vain. Astu, dhanyavad. Wax and vain is there, no? Wax is to shine, vain is to become to dull. Yeah, to diminish. Diminish, yes. Diminish, yes. Shaktihin hona, kantihin hona. Shaktihin hona, kantihin hona. Malai abhyasthi. Tadeva, tadeva, teshu bhavati. Glai and malai, समानार्थक गै नैयकरणे तिरस्कार करना धिक्कार करना ध्याय ध्यायति धिक्कार करना टू तिरस्कार करना इज टू किम टू शन टू शन टू शन to make it disappear to ridicule. तिरस्कार करना मीन्स टू रिजेक्ट धिक्कार करना मीन्स टू डिसोबे टू हेट टू डिस्पाइज टू डिस्फिगर टू कंडेम टू कंडेम और रिडिक्यूल ध्यायति ओवे शोषणे वै अत्र इत् किम् अस्ति इत् किम् अस्ति इत् नास्ति खलु महोदय ऐकार अस्ति न ओकार इत् अस्ति ओकारेण अनुस्वार अनुनासिक अनुस्वार वै सूक्ना सुखाना वाय वायति तदपि पूर्वमपि एक पठितवन्तः शुक्ला पै शोषणे पै अत्र वै वै सुखाना पायति अत्र पायति अत्र वायति वायति समानार्थकः वस्त्राणि वायुना वायति आम् महोदय एकः प्रश्नः अस्ति अत्र तु वै इति धातुः अस्ति अत्र नकार किमपि नास्ति किन्तु इदानीं तत्र क्स प्रत्यय पश्यामः चेत् वानः वाना इति प्रत्ययौ स्तः वानः वाना इति निर् उपसर्ग योजयामः निर्वाणः निर्वाणा भवति कथं भवति अत्र तु नकार औपदेशिकधातु नकार नास्ति खलु नो नो नकार अस्ति यदि वयम् ओ वै पश्यामः तर्हि ओ उपर चन्द्रबिन्दुः अस्ति तर्हि एव अत्र अजनु तर्हि एव अजनुना तत्र ओकार सो इट् बिकम्स् इट् ओ डजन्ट् कम् इन् टु प्ले बट् इट् इस् वै So usually when we use the sutram no naha to say something like ni to ni, so then when you use an upasarga with upasarga upadesha daduma nakara nasi na kintu nirvanaha nirvana katam bhavati निर्वाण तत् तु रेफस्य मूलं रेफस्य मूलमेव नोपदेशधातु केवलं धातुसंस्कारकृषये एव अस्ति न धातुसंस्कारं भूत्वा औपदेशिकधातु इवन् फार् आल् नकारान्त All dhatus will not change from na to na just because there is an upasarga. Upasarga is considered a bhinna padam, so it is not an akhanda padam or a samana padam. So that sutram is does not apply to upasarga plus dhatu. Bhagini, if you look at the karapatram of Swarup Mahodaya in the beginning, there are five dhatus which are Aupadesika Avasthayam Nakaramasti. Yasya Natvam na bhavati, natvam nakaram na bhavati. In those cases, the Aupadesika dhatu has a nakara. There is a Dirgha Sutram in the 7th Adhyaya, because of which that is prohibited. There is a Dirgha Sutram in the 7th chapter, 3rd Pada. Okay, which one? I don't remember it exactly. That is the reason why Daan, Paan, all those things comes under that. But when why doesn't even have a nakara in the Aupadesha? But why doesn't become Vana? Vana Dhatu is Vana Dhatu is Vana plus Ghai. Ghai Pratyaya is used then when in Adivritti Bhutva Vana Bhavati. It is Vana No, the Dhatu is Y. No, that is why it has O in front. It is a special dhatu. Any dhatu with right. an O in front, there is a sutra for that. I've forgotten. Oditascha. It comes under Radabhyam Nishta Atva Naha Purvasya Chataha. So Nishta, I mean the Takara, when Takara Pratyaya comes, Rakara, Nakara, Dhatu generally gets Nakara. Because of Oditascha, then Nishta Takara becomes, when O is a speech letter. So, so there is some other reason. Okay. Oditascha, Okay. It is, the Nakara is because of another sutra. Okay. Odita Nishta Tasya Naha. Yeah. Radabhyam Nishta To Naha Purvasya Chataha. So Rakaranta Dakaranta Dadu. For Tha Pratyayanta Shabdaha, the Tha would become Yeah, na. The Nishta is both Tha and Tavatu, right? Dhanyavad. But that was where my confusion lay. Because I came across this Dhatu just recently and I was wondering why it was Vanaha, Vana, and then Nirvanaha, Nirvana. Astu, Dhanyavad. अग्रिम धातु अस्ति त्यै तत्र मीना भगिनी पठति वा पठामि महोदय स्थै स्थै बढ़ना वृत्तिगत होना शब्दकर्मा सत्याय अंगम अंगम सस सस सस्याय सस्य सत्याय सत्याय सत्याय सत्याय सत्याय इत्युक्ते बिग् इन्क्रीस् बडा कर्ण बड्ना बड्ना बड्ना इत्युक्ते बड्ना टु एक्स्पेण्ड् और् बिग् एन्लार्ज् टु एन्लार्ज् एन्लार्ज् Adhikam, to become Adhikam. No. To surround. Okay. Shtyai Shabda Samghatayoho. Shtyai Shabda Samghatayoho. Shtyai. Samana Badna Vrittigata Hona. Samana Artameva Shabda Karna. Shtyaya. Shtyayati. अङ्गं समानमेव अङ्गं समानमेव किमर्थं धातुद्वयम् अत्र शकारः धातु आदेशः सः अस्ति भवति बट् किमर्थं धातुद्वयमस्ति समानार्थं समानार्थमस्ति किन्तु तस्य अन्यरूपे किमपि परिवर्तनम् उपसर्गयोजनेन एकस्य धात्वादेशः सः ध्यायति एकस्य स्तरे सः स सकारान् भवति तन् अन्यस्थले सकार धात्वादेशः सः न कार्यं करोति. श्रै पाके श्रै पकाना पकाना भोजनपकाना श्राय श्रायति श्रायति पचति इति अर्थे वा? पचति इति अर्थे. श्रै इति केषुचित् पाठः केषुचित् पाठः वैयाकरणः वा? केषुचित् वैयाकरणस्य पाठः अस्ति. इन्स्ट्रै देशे स्त्रै स्त्रै श्रै अथवा स्त्रै इति केषुचित् पाठः. तपाना इत्युक्ते तपति वा? तपति तुहि. द्रै स्वप्ने पचति कुकिङ्ग् पचति मीन्स् कुकिङ्ग् पकाना अत्र हिन्दी मे अस्ति खलु पकाना कुकिङ्ग् पाप् करना तपाना द्रै स्वप्ने अग्रे पठामि वा? इफ् इट् इस् द्रै इवन् देन् इट् विल् बि श्रायति लुक्स् लैक् दट् श्रायति अश्रायति त्रायति एव वयति. ऐ थिङ्क् ओन्लि द धातु इस् डिफरेंट. त्रै केषुचित् पाठः इति दत्तमस्ति किन्तु तस्य रूपं न दत्तमस्ति न श्रायति इति अस्ति महोदय धातुरूपं समानरूपं वा? समानरूपं समानरूपं. द्रै स्वप्ने सोना नीदलेना नीन्दलेन द्राय द्रायति सुपति नीन्दनी सुपति वा? निद्रा करोति द्रै तृप्तौ द्रै तृप्तः न ओके द्राय द्रायति सुलभमेव. ध्यै चिन्तायां ध्यै ध्यानकर्ण चिन्ता कर्ण समज्ञना वा समज्ञना हिन्दी भाषायां समज्ञना ध्याय ध्यायति ध्यानं करोति ध्यान कर्ण टु मेडिटेट् चिन्ता कर्ण टु टु इन्ट्रोस्पेक्ट् samajna means to understand. Understand. Rai shabde rai shabda karna avaj karna raya iti angam rayati avaj karna iti make noise to shout make noise to shout to make noise avaj is not any kind of noise. आवाज करना मतलब शाउट टू शाउट यू कुड जस्ट मीन कॉल आउट विद बैंगिंग अ ड्रम इज आल्सो आवाज करना. नो इट ऑल डिपेंड्स अपॉन अत्र शब्द करना आवाज करना मीन्स टू मेक अ साउंड. सो शब्द करना मीन्स टू मेक अ साउंड आवाज करना मीन्स टू मेक अ लाउडर साउंड. लाउडर साउंड इज कॉल्ड आवाज. आम आवाज मत करो. Don't make noise. Yes. आवाज मत करो इसे. Actually, we did Rai शब्द. It actually means gold, swarna. No? What? Wealth. We did Aikara. Dadu nasi na. Tad dadu nasi. Tad tu Subanta prakarane. रै इति धातु एव खलु? रै इति शब्दः वा? शब्दे रै शब्द इति अर्थे अत्र शब्द इति. परन्तु वयं यत् पठितवन्तः सुबन्तप्रकरणे तत्र रै इत्युक्ते धनम् इदानीमेव अभवत् खलु वर्गे? इदानीमेव अभवत् अभवत् आम् धनं स्वर्णम् इति अर्थे अस्ति. See, the meanings are to sound, to bark at, wealth, Saumya, property, riches, gold, gold, all the matter. सर्वमस्ति. सो टु साउण्ड् टु बार्क् टु देन् वेल्त् प्रापर्टि गोल्ड् एक्सेट्रा. अस्तु रायोहलि कै खदने कै स्थिर होना हिंसा करना खाय इति अङ्गं खायति खायति स्थिर होना हिंसा करना खायति इति हिंसा करना टु हर्ट खा टु हर्ट खाताशयः स्थिरी स्थिरीभूतमना भूतमना अघादमना वा इति धातुकाव्यम् इत्युक्ते किं तत्र धातुकाव्यम् इति पुस्तकमस्ति वा धातुकमस्ति पुस्तकाव्यमस्ति तस्मिन् खादाशय इत्युक्ते स्थिरीभूतमना आगधम् आगादमन वा इति अर्थद्वयं दत्तमस्ति. मीनिङ्ग्स् आर् टु डिक् टु इरिटेट् टु कास् पेन् टु बि स्टडि यस् टु स्टडि मीन्स् तिरुहोन टु कास् पेन् मीन्स् हिंसाकर्ण तदेव आल्सो टु डिग् इस् इट् या टु डिग् आर् टु इरिटेट् दट्स् वाट् इट् सेस् टु डिग् आर् आल्सो देयर् द डिग् मीन्स् नाट् टु डिग् अ होल् to dig means take a punch punnat you know making mockery oh evam va okay okay okay to irritate right right yeah or like beja fry right beja fry right sai sai kadash tata kadashya itte tatra stir hona himsa karna asya the meanings are taken from the dhatukavya that is why because in the paniniya sitting dhatupade it is khadane khadane asti asti khadane means what stir hona himsa karna that meanings are repeated in the dhatukavya book also in the second adhyaya 32 shloka must be there like amarakosha dhatukavya is there one book धातुकाव्यम् अमरकोशं समानमेव वा न न डिफरेण्ट् वर्ड् अमरकोशम् इस् इस् अ मीनिङ्ग् अमरकोशम् इस् नामपदं नामपदं हियर् दट् धातुकाव्यम् इस् सिमिलर् टु अमरकोश इट् इस् इन् द श्लोका फार्म् अमरकोश अपि श्लोका फार्म् एव किल या या क्षै क्षये क्षै क्षीणहोना क्षीणहोना अनित्यहोना क्षाय इति अङ्गं क्षय क्षायति क्षायति क्षै क्षये क्षायति तिश्रिङ्क ज्ञातुं शक्यते एव अनित्यम् तावदेव अनित्यं नास्तिरः नास्तिरः नास्तिरः नित्यं नास्ति आम् तत् क्षै जै क्षै समानमेव जाय जाय क्षायति जायति सायति समानार्थमेव आम् अक्षय अक्षय कम्स् फ्रोम् दिस् वर्ड् अक्षय इत्युक्ते नित्य देर् इस् नो डिस्ट्रक्षन् अत्र क्षायति इत्युक्ते इट् इस् नाट् नित्य इट् केन् बि डिस्ट्राय्ड् इति किमर्थं जै अर्थं न दत्तं तत्र क्षै क्षये क्षै क्षये बट् जै अत्र यु लुक् अट् 102 प्रथमं दातु तत्रापि अर्थं न दत्तमस्ति न पै काशी काफी अत्र अस्ति अन्तिम अन्तिमधातु पश्यतु टिक्र तत्रापि शै पाके शै पकाना भोजनपकाना शाय शायति पचति किल षकारलोपः स्थै भवति धातु आदेशः सहसः लपेत् लपेत् न लपेत् न मीन्स् टु टु टु राप् टु राप् डब्ल्यू आर् ए पि राप् and rajana means to tie is it sajana means to decorate rajana to decorate sajana means to decorate sajana lapetna sajana either to wrap or to decorate lapetna decorate. Is like to apply paste right to lapetna means so, lapetna to is to wrap only wrap around lapetna means to wrap around lepana lepana okay लपेट्ना एण्ड् लेपनम् डिफरेण्ट् स्थायति अङ्गं स्थायति स्थायति कै कै शब्दे कै आवाज् आवाज् कर्णा शब्द कर्णा करण् कर्णा काव् काव् कर्णा किम किमर्थं काका कै करति काका कायति काका कायति काका कायति काकः क्रो क्रो द साउंड विच इज मेड बाय क्रो इज क्वा क्वा ओके सो कायति इज काका कायति कोकिलः गायति काव्य हिन्दी किल संस्कृतं न क्रो इति किं नै सी दट् इस् दट् सौण्ड् इस् काल्ड् कौवा कौवा कौवा इस् द वर्ड् विच् इस् इन् हिन्दी वर्ड् काव् काव् कर्ण मीन्स् लैक् टु मेक् सौण्ड् लैक् ए क्रो तत्र आवाज करना शब्द करना आक्वा क्वा करना इति ते काका कायति काकः कायति इति श्नै वेष्टने धातु आदेशः सः स्नै लपेट्ना रजा सजाना स्नाय स्नायति स्नायति शोभायां चेति एके शोभायां च इति एके वा शोभायां च इति एके एके संसे एके some say that it is in the meaning of shobhayam to well decorate ek shobhayam dhanyawad bhagini uma bhagini patitum shakyate va asmi avasam mandam asti lakupada dadavah iti abhi shruyate va श्रूयते मन्त्रं श्रूयते वदतु येषाम् उपधायां वर्तते लघु उकारः लघु उकारः लघु ऋकारो वा ते लघु इगुपदः पुगन्तलघुपदस्य च पुगन्तस्य लघुपदस्य च अङ्गस्येको सार्वधातुक आर्धधातुकयोर्गुणो गुणो भवति स्टिक् योगः शप् योगः ते एकते स्टिक् योगः शप् योगः सि एकते इदुपदधातवः चिक्रु चिक् इति अनुबोधलोपानन्तरं जन् जाना Your voice is going down. लघुपदवदातवः तस्य विवरणं ददातु भगिनि. सम्पूर्णं पठितवती महोदय. हा लेकिन् उपदा इत्युक्ते किम् इति न उक्तं न भगिनि. उपदा मीन्स् अलौ स्यात् पूर्वम् उपदा. So that the last, previous to the last one is the upada, and then so puganta lagu pada sthetya iti sutrena sarvadhatuka abhidhatyoho iti sutrena lagu upada guna bhavati. So ik means I, U, R, R. So they become E, A, U, O, these two. Puk and Dasya, it's a big game. Ril, A, A, Ra, and then Ril, La. So, Puk and Dasya, it's a big game. Puk and Dasya, it's a big game. सार्वधातुक आर्धधातुकयोः सूत्रेण गुणः भवति लघुपद लघु उपधा अस्ति. इक् इक् वर्णः वर्णस्य इक् वर्णः लघु अस्ति चेत् उपधा स्थाने अस्ति चेत् तत्र गुणः भवति. उदाहरणं टिक् योगः शप् योगः चेत् टि बिकम् ए देन् केकते. प्रथमं धातु किं धातु तिक्र दिवन् तिक्र इति धातु देन् ऋकारः इत्थम्या भवति. उपदेशे अधुनास्ति चेत् उपदेशे दातुम् इति संज्ञा अन्तस्य लोपः. देन् टिक् इति आगच्छति. देन् द टिक् लघु लघु उपदा तस्मात् तस्य गुणः भवति टेक् प्लस् आ टेक् आ इति भारिगुणस्य प्रचलप्रत्यय लोपानन्तरं शेषः अकारमेव. सु एक इति अङ्गमस्ति. सु एकते अस्मैपदि तस्य लोट् लकाररूपाणि किं लोट् लकाररूपाणि एकता लोट् लकारस्य एकतां एकेतां एकन्तां एकस्व एकेतां एकध्वम् एकै इत्युक्ते अर्थं किं महोदय? जानाति जाना मीन्स् गो नो टु नो टु गो टेकते टिक् जाना इस् नाट् टुगेदर् रैट् टिक् इति अनुबन्धानां लोपानन्तरम् अण्ड् मीनिङ्ग् इस् जाना इति वा? आम् बिकास् टिक् जाना मीन्स् टु स्टे नो टिक् जाना स्टे अस्ति तत्र बट् दिस् मीन्स् टु गो रैट् वेन् यु यूस् केवलं जाना इन् द हिन्दी मीन्स् इट् मीन्स् टु गो टु गो. धन्यवादः उमा भगिनी. न श्रूयते इति कृत्वा अहं किञ्चित् कर्तुं न शक्यते. अरुणा भगिनी वदति वा अग्रिमसूत्रम् अग्रिमदातु? आं महोदय. किं पठने महोदय? तिक्र गतौ तिक्र गतौ तिक्रु गतौ तिक् इति धातु जान डकार डकारण ओके ते इति अङ्गं ते कते इति आत्मनेपदं रूपा इख गतौ इख जाना तथा एक एक इति अङ्गम् एकति लङ् रूपं वदति वा किमर्थम् इक् दा इक् गतौ तस्य लङ् रूपाणि वदति वा लङ् लङ् रूपं एक योगः ऐ अजादि न आडाजादयिनां परस्मैपदे अस्ति लङ् रकम् ऐकत् ऐकत् इति एव ऐकत् ऐकताम् ऐकन् ऐकः ऐकताम् ऐकताम् ऐकताम् ऐकताम् ऐकत ऐकम् ऐकाम् ऐकाम् ऐकाम् अस्ति न ऐकम् अस्ति अधोगुणे आयाति न ऐकम् ऐकमेव आयाति अधोगुणे आयाति एव तत्र लोट् लकार एव उत्तम लोट् लुकारे नि अत्र मध्यमपुरुष उत्तमपुरुषे एकवचनं अम् अस्ति प्रत्ययम् अम् अस्ति अम् अस्ति अतो गुणे इति कृत्वा एक पूर्वपरयोः एक गुण आदेशः भवति इति कृत्वा ऐकतम् ऐक ऐकम् ऐकम् ऐकम् ऐकाव ऐकाम आव आम ऐका ऐकाव ऐकाम न भगिनि वि विल् वर्क् आन् देट् सपरेट्लि श्रूयते भगिनि चिन्ता मास्तु अग्रिमदातु इट् गतौ इट् गतौ इट् जाना ताडित कर्ण ऐटा ऐटति एटा एटति कित गतौ चिट् जाना केट केटति कित अन्य अस्ति अत्र हिन्दी मीनिङ्ग् एव अस्ति त्रासेन कष्ट पहुञ्चान पहुञ्चान परन्तु खित् धातु संस्कृत मीनिङ्ग् गतौ एव महोदय पूर्वधातु अस्ति किट् गतौ तत्र जाना अस्ति किन्तु किट् अत्र त्रास् देन कष्ट पञ्चान इति तत्र तस्मिन् अर्थे अपि अस्ति अग्रिमधातु पश्यामः चेत् तत्र त्रासे अस्ति त्रास त्रास बयो भयोद्गति भयोद्गति गतिः भयात् उद्गतिः भयात् भयः उद्गति त्रासे किथा किथा रूपद्वयमस्ति प्रथमकवर्ग द्वितीयकवर्ग समानमेव समानमेव किमर्थं संस्कृत अर्थं न दत्तं महोदय कीटा जस्ट् दे गेव् सम् त्रासे इति दत्तमस्ति न त्रासे अन्यदासे समानार्थम् अस्ति किट् किट् प्रथम कवर्ग अस्ति वा द्वितीयकवर्ग अस्ति वा समानार्थकः अस्ति त्रासे इति त्रासे एव ओके महोदय कितत्रासे त्रास् देन अष्टपच्चन खेटति खेटति खेटति खेटति इति अनादरकर्ण षिट् और् षिट् अत्र पश्यतु 303 and 305, 304 are the same meaning, anadare. Evam vidat 301 and 302, traseyas. Oh, okay, okay. Sheta. Sheta. Where are... Oh, that way 301. Okay, 301. Anadara, anadar, karna, sheta, shetati. Sheta, sheta, anadare, anadara, karna, सेटति अत्र दात्वादेशः भवति महोदय केवलं आं तत्र तत् कारणात् सकारः भवति सेटिता परप्रेष्ये परप्रेष्ये प्रेष्ये चित् दास्ताकर्ण सेवा दासताकर्ण सेवाकर्ण चेत् चेतति वित् आक्रोशे वित् क्रोधकर्ण वेत वेतति हिता इत्येके हितापि हिता हिता तत्र त्रास् त्रासः भयम् अनादरः तिरस्कारः परप्रेष्यः प्रेषणं आक्रोशः विरुद्ध ुध्यानम् अनुध्यानं विरुद्धानुध्यानं विरुद्ध अनुध्यानं आक्रोशुद्धानुध्यानम् वेताशब्दे वेट् आवाज् कर्ण वेत्त वेटति पिट पिट् शब्दकर्ण पेत पेटति शब्दसङ्घातयोः सङ्घातयोः इकट्टकर्ण इकट्टकर्ण टु बै अनौन्सिङ्ग् टु असेम्ब्ल् टु असेम्बल् पीपल् टुगेदर् ओके ओके पठामि महोदय तत्र एकत्रिंशत् तत्र स्थगयतु भगिनि एकत्रिंशत् इति अग्रे अग्रवर्गे अग्रिमवर्गे पठिष्यामि अत्र स्थगयामः धन्यवादः सर्वेभ्यः धन्यवादः महोदय धन्यवादः धन्यवादः महोदय नमस्ते धन्यवादः महोदय नमस्कारः धन्यवादः